महोदय नमस्ते. नमस्ते महोदय, भव्या अस्मि. सरला भगिनी नमस्ते. नमस्कार महोदय. नमस्कार भव्या भगिनी. महोदय अम्बा इस् कम् महोदय भगिनी, एकनिमिषम् अहं तु कार्यं चालयन्ती अस्मि. निमिषद्वयः गृहं परितः आगतवती, किन्तु निमिषद्वयम् आवश्यकं तत्र. चिन्ता मास्तु भगिनि. महोदय इण्डिपेण्डेन्स् डे शुभाशय. इण्डिपेण्डेन्स् डे 15th August, right, in India today. Happy Independence Day to it. And then happy Janmashtami on 16th, right? I don't know, some people are doing it on 15th, some are doing it on 16th. Bani, what is Gani is? Ours is month. Next month, Bani. Actually, we are doing it next month. Now, I said, Shubhashya, Janmashtami Divas. Janmashtami Shubhashya, Bani. We are actually doing next month, Bani. Next month? Next Ashtami, yeah, right. Because that's in Tamil month, I think it's still not, it's still Adi month, so we do it next week. Oh. Atra, Kejanaha, the 15th August, Kejanaha, 16th August. Smartha Vaishnava, Smartham to Bhavati, Smartha Ashtami to Tatra, Janmashtami Tatra. This Ravana Ashtami Asti, na, Dhani. Ravana Ashtami Asti, Sadhu. Vaishnava Ashtami. आं भगिनि, इति मन्ये न जाने. वैष्णवानां तु अग्रिमं दिनं भविष्यति. अस्तु, अधुना किमपि नूतनं न कृतवन्तः. महोदय भूते च इति सूत्रं पुनः लिखितवान्, समीचीनं कृतवान्, कारणकि तत्र प्रश्न आसीत् विकल्प वा इति कुतः आगतः. सो महोदय उक्तवान् मातुः पुस्तके किञ्चित् अशुद्धम् अस्ति, सो पुनः स कृतवान्. सो भूते सति पुनः पठितव्यम्. अस्तु, आरम्भतः पुनः अस्तु. सो वयं लिङ् लकारस्य पाठं पठितः स्मः. सो इदानीं प्रथमं वयं कृतवन्तः सूत्रं हेतु हेतु मतो लिङ्. अनेन इति यदि सम्भावना अर्थे विधिलिङ् लकारस्य उपयोगः भवति, यत्र हेतु हेतुमतभावः अस्ति. हेतु इति कारण, हेतुमत् इति कार्यं. यत्र हेतु हेतुमत् कार्यं भवति, तत्र विकल्पेन लिङ्लकारः विधीयते इति अस्ति. अस्माकम् उदाहरणम् आसीत् दक्षिणेन चेत् यास्यति न शकटं पर्या भविष्यति इति एकम् आसीत्. अन्यम् आसीत् कमलकम् आहू किमस्ति, आह्वयेत्, कमलकम् आह्वयेत् न शकटं पर्या भवेत् इति आसीत्. तृतीय उदाहरणम् अस्ति यदि तृतीय किमिति भोक्षत् भवान् घृतेन मम प्रति आगच्छेत् अहं त्वां भुङ्क्ते. भवान् घृतेन भोक्षति इति न भोक्षति इति किं भवति लिङ्लकार भुज् धातुतः भुज् eat right bhunkyat bhujyat sadhi bhujyat iti bhavati sadhi dastavyam ling lakara bhuj dhatu ta kim bhavati bhujyat bhujyat तदहं पक्ष दृष्टामि पश्यामि इदानीं भुज भुज दातु भुज दातु लिङ्ग् लकार भवति विधिलिङ्ग् भुजेत् भुजे भुजेतां भुजेयुः भुजे भुजेत ईत् आगच्छति भुजे अस्य भुजे यदि मम पार्श्वे आगच्छेत् त्वं घृतेन भुजे इति भवेत् तो इति अति विधिलिङ्ग् भवति यत् कार्यकारणभावः भवति तत्र तदनन्तरं वयं कृतवन्तः लिङ्ग् निमित्ते लिङ्ग् क्रियातिपत्तौ अत्र अपि लिङ्ग् निमित्तम् अस्ति हेतुमद्भावः अपि अस्ति किन्तु इति भविष्यत्कालार्थे भवति अपि क्रियातिपत्रौ क्रियातिपत्रौ मीन्स् कार्यं सफलं न अभवत् निषिद्धं भवत् इति अस्ति क्रियातिपत्रौ इति प्रमाणं भवेत् भविष्यत्कालार्थे तो इति अस्य उदाहरणमस्ति अत्र अपि इति लिङ्ग्लकार नित्यम् अस्ति अत्र पूर्वं यत् लिङ्ग्लकार अस्ति तत्र विभाषा अति विकल्पेनः अस्ति अत्र लिङ्ग् निमित्ते लिङ्ग् क्रियातिपत्रौ यदि अस्ति तत्र लिङ्ग् लकार नित्यम् अस्ति इति दक्षिणेन चेत् आयत् दक्षिणेन चेत् अयास्यत् चकटं पर्या न चकटं पर्या अभविष्यत् इति भवति या कमलकम् आह्यास्यत् न शकटं पर्या भविष्यत् इति लिङ्ग्लकारस्य प्रयोगः अस्ति वा भवान् अभोक्ष्यत् घृतेन यदि मत्समीपम् आगमिष्यत् इति त्रीणि उदाहरणानि सन्ति अत्र तो अति किमस्ति कारणमस्ति यदि दक्षिणेन अयास्यत् इति अति कारण तस्य फलं भवति न शकटं पर्या भविष्यत् शकटस्य भङ्गनं न भवेत् इति अस्ति क्रिया फल हेतुमान् यत् अस्ति तत्र अस्ति न शकटं पर्या भविष्यत् तु इति अस्ति अपि कमलकस्य आयासन् इति भवति कारणं या हेतु शकटं पर्याभवनम् इति भवति या भगनम् इति भवति हेतुमान् अति या मत्समीपम् आगमनम् इति भवति हेतु भवान् भोजनम् इति भवति हेतुमान् तो तत्र हेतु हेतुमान् अस्ति तस्य क्रियातिपति कथं वदामः क्रियातिपति यदि अस्ति वक्तुः जानाति यदि वः मया मम समीपम् इति आगच्छेत् तदा भवान् घृतेन भोक्ष्येत् इति भवति भुजेत् यदि कमलकम् आयास्यत् यदि कमलकं भवान् आयासत् आह्वयेत् तदा शकटं न पर्या भवेत् इति भवति लिङ्ग्लकारस्य प्रयोगः इति क्रियातिपति यदि वक्तुं जानाति यदि दक्षिणेन कारणे कि सः दृष्टवान् शकटं दक्षिणेन न आयात् साधु न दक्षिणेन आयात् अतः शकटं भङ्गनम् अभवत् या शकटं पर्या भवेत् चेत् इति भवति तत्र लिङ्ग् निमित्तं लिङ्ग् निमित्तम् अस्ति, क्रियातिपत्ति अस्ति, भविष्यत्कालार्थे अस्ति इति तत्र लिङ्ग् लकारस्य उपयोगः अस्ति. इदानीं वयं भविष्यत्कालार्थे कृतवन्तः अपि भूते च समानानि निमित्तानि सन्ति, यथा लिङ्ग् निमित्तं द्वितीयम् अस्ति हेतु हेतुमद्भाव, तृतीयम् अस्ति क्रियातिपति, एते त्रीणि निमित्तानि समानं, किन्तु भेदः भवति भविष्यत्कालार्थे न भवेत् किन्तु भूतकालार्थे अस्ति. तत्र भूतकालार्थे यदि भवति तदापि लिङ्ग्लकारस्य प्रयोगः अस्ति. अस्तु, तु इति भूते च इति वयं पुनः पठामः. भगिनि एकः प्रश्नः, आम् एकः प्रश्नः अस्ति, क्रियाधिपति धातु लिङ्ग् मध्ये भविष्यत्कालार्थे ततः पूर्वं हेतु हेतु मतो लिङ्ग् तेषाम् उदाहरणमस्ति दक्षिण यास्यति पर्याभविष्यति इति शकटं दक्षिण आयास्यत् इति उक्तवान् किल, तत् आयास्यति इट् मीन्स् आयास्यत् मीन्स् नाट् गान् या इति भविष्य दक्षिणेन यत् आयास्यत् इति इति दत्तमस्ति न भगिनि, आयास्यत् इति अर्थः किम्? Ayasyat means it is going to come, right? If it's Ayasyat iti bhavishyakala arthi asti sadhu. Hintu iti ling lakara se prayoga asti atra. Ayasyat. Ayasyat iti ling lakara se prayoga asti. Oh, it's ya, not living. See, not ya, living. Ya iti dhatu asti. Iti ling lakara se prayoga iti adagama bhavati. Syat iti bhavati. यथा भविष्यत्काले स्यति अस्ति तत्र स्यत् अस्ति. ओ गच्छति मीन्स् गच्छत् चेत् गच्छत् चेत् आम् आम् धन्यवादः. सो तत्र इति दत्तमस्ति न अन्य इति क्रियाया अतिपत्ति लिङ् निमित्त अत्र इवन् भवान् यदि हेतु हेतु मतो लिङ्ग् अस्ति तत् लिङ्ग् लकारे अपि दत्तमस्ति साधु. कुत्र अस्ति तत् कार्यकारणभावः अस्ति दक्षिण चेत् क्षम्यतां भगिनि, कः प्रश्नः? सः पृच्छति अयास्यत् इति किम् अस्ति, तु अयास्यत् अहम् उक्तवती लिङ्ग् लकारस्य प्रयोगः अस्ति, या धातु च अकार इति अडागम अस्ति, स्यत् इति लिङ्ग् यथा लिट् लकारे स्यति इति आगच्छति तथैव लिङ्ग् लकारे अपि स्यति इति आगच्छति प्रत्यय साधु. इति अयास्यत् इति या धातुतः लिङ्गकारस्य प्रयोगः अस्ति, पर्या भविष्यत् यत्र भूधातुतः भवति परि उपसर्ग योग अदागम अकार भूधातुतः भविष्यत् इति भवति. अहं चिन्तितवान् आयास्यत् इति अर्थः न गच्छति इति, तदेव या धातु इति गमनार्थे एव अस्ति न, या धातु अर्थं आयास्यस्य आपोसिट् लिङ्ग्लकारे आयास्यत् इति कम्स् न, तथा तदेव अहं चिन्तितवान्. क्षम्यतां महोदय, इति भ्रमात्मक अस्ति नञ्ज तत् पश्य नास्ति महोदय. अहं पश्यन्तम् अस्ति हा कार्यकारणं भवति भवेत् भविष्यति अपि भवेत् इति विधिलिङ्गं लकारस्य लिङ्ग्लकारस्य ओके सि लिङ्ग्लकारे प्रयोगस्य दक्षिणेन यद् यायात् न शक्तं शकटं पर्या भवेत् इति अस्ति लिङ्ग्लकारस्य कारणं कि हेतु हेतु मत् यत् लिङ्ग् अस्ति तत्र प्रयोगविभाषा अस्ति साधु, सो एकपक्षे लिङ्लकारः अस्ति, एकपक्षे लिङ्लकारः अस्ति. सो अद्य वयं पठामः कथम् इति विकल्पेन आगच्छति, कुतः विकल्पेन आगच्छति लिङ् अत्र. अद्य वयं पठामः तत्. यदि कमलाकम् आह्वयेत् न शकटं पर्या भवेत् इति. सो इति लिङ्लकारस्य प्रयोगः विकल्पेन प्रयोग लिङ्लकारस्य अस्ति. सो भवान् एव पठति महोदय भूते च? पठामि पठामि. भूते च लिङ्लिमितं यः हेतुहेद्मद्भावः तस्मिन् प्रसङ्गे भूतकालार्थे क्रियाधिपत्तौ धातुतः लिरिङ् भवति. अधिकारसूत्रम् इदम् लिङ्निमित्ते लिङ् लिरिङ् क्रियाधिपत्ताविधिः सर्वम् अनुवर्तते. क्रियाधिपत्तौ इति सन्धि अस्ति, यान्तवान्तसन्धि. लिरिङ् क्रियाधिपत्तौ विधिः विधि सर्वम् अनुवर्तते. पूर्वेण भविष्यति विहितः, सम्प्रति भूते विधीयते. भूते च काले लिरिङ् लिङ् निमित्ते क्रियाधिपत्तौ सत्यां लिरिङ् प्रत्ययो भवति. उदाप्योः समर्थयोर्लिङ् इत्यस्मात् आरभ्य इत्यारभ्य लिङ् निमित्तेषु विधानम् एतत् प्राक् ततः विकल्पं वक्ष्यति इति काशिकायां. काशिकायाः निदर्शनं दृश्यो मया भवत् पुत्रो अन्नार्थि सङ्ग्रह्यमाणः, अपरश्च द्विज ब्राह्मणार्थि. यदि सः तेन दृश्यो अभविष्यत् तदा भोक्ष्यत, न तु भुक्तवान् अन्येन पदा सह गतवान्. सङ्ग्रह्यमाणः इत्यनेन भ्रमणं करोति स्म. अपोक्षिते इति भुजिधातुः हृदादिगणीयः उभयपदि लट्टि भुङ्क्ते अनिट् इति जानीमः, अतः लिट्टि भोक्ष्यते. निदर्शनेन कार्यकारणभावः वर्तते, क्रियाधिपत्तिः विद्यते, भूतकलाते अस्ति, अतः लिरिङ् विधीयते. भूते सत्यमेन्तं च अव्यपदं द्विपदमिदं सूत्रं लिङ्निमित्ते लिरिङ् क्रियाधिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. धातोः प्रत्ययः परश्च इत्येषाम् अधिकारक अनुवृत्तिसहितसूत्रं लिङ्निमित्ते भूते च धातोः लिरिङ् प्रत्ययः परश्च क्रियाधिपत्तौ. सूत्रं वदति यदा हेतुमत् निमित्तमस्ति लिङ्निमित्तम्, अतः इतोपि हेतुमद्बाधवापि कार्यकारणभावे अस्ति, भूतकाल अस्ति, क्रियाधिपत्य अस्ति चेत् धातुतः लिरिङ् भवति इति सूत्रस्य अर्थः. सूत्रं वदति अनन्तरं भूते च इति सूत्रम् अधिकारसूत्रम्, अतः निर्वहणं भवति इति अर्थः अहं चिन्तयामि. अनन्तरं क्रियाधिपत्यो इति अनुवर्तते. पूर्वं विधिलिङ्ग् मध्ये भविष्यत्काले चिन्तितवन्तः, इति भूते च सूत्रेण भूतकालार्थे धातुतः लिरिङ्ग् भवति इति. अनन्तरं क्रियाधिपत्तौ सत्यं सम्यक् अस्ति, निमित्तानि सम्यक् अस्ति, निमित्तानि लिङ्लकारः लिङ् निमित्तं क्रियाधिपत्तौ अपि अतः प्रत्ययः लिङ् भवति इति. अनन्तरम् उदाप्योः समतयो लिङ् इति आरभ्य सूतं वदति उदाप्योः समतयो लिङ् इति आरभ्य लिङ्क्तेषु विधानम् एतत् इत्युक्ते तस्य पूर्वम् उदाप्योः समतयोः इत्यस्य पूर्वं धातुतः काचिकायां वदति लिरिङ् निमित्तं विकल्पेन भवति इति. अनन्तरं काचिकायाः निदर्शनं उदाहरणमस्ति अत्र. एकः वदति अन्यं प्रति अहं दृष्टवान् मया दृष्टं भवत्पुत्रः अन्नाति सङ्क्रमणः, अन्यः अपि भ्रमणाति इति. अनन्तरं इफ् यदि तेन सः भवतः पुत्रः दृश्यम् अभिष्य दृश्वा भविष्य भोक्ष्यते, परन्तु भवतः सः भवतः पुत्रः अनेन मार्गं गच्छति अतः न भुक्तवान् इति अत्र दत्तं. सङ्क्रह्यमाण भ्रमणं करोति सिन्स् देह वसमृत देवेण्ट अनन्तरम् अपोक्ष्यत भुज् धातुः उभयपतिधातुः अणीट् अस्ति अतः लिरुट्टि भोक्ष्यते. लिरुङ् मध्ये कथं भवति अभोक्ष्यत आम् अभोक्ष्यत इति लिङ्ग् अस्ति अभोक्ष्यत हेतु अपि अभविष्यत् दृष्ट तेन दृष्ट अभविष्यत् इति अस्ति हेतु. किमपि वक्तुमस्ति वा किम् किमपि वक्तुं वक्तुमस्ति वा अथवा क्रियातिपति क्रियातिपति वदतु इति लिङ्ग् लकारस्य प्रयोगः अस्ति क्रियातिपति कथं न उक्तवान् किल क्रियातिपत्तौ न उक्तवान् इति तत्र हेतुमान् अस्ति अन्येन पथ गत इति दृष्टवान् न दृष्टवान् इति भवति धन्यवादः. अपि महोदय बहु मुख्य इति बिन्दु उक्तवान् सूत्रस्य क्रम द्रष्टव्यं सि भूते च इति सूत्रस्य क्रम अस्ति 3-3-1-40 साधु उत्थाप्यो समर्थयो लिङ्ग् इत्यस्ति 3-3-1-52 सो भूते च यथा 3-3-1-39 इस् लिङ्ग् लकार लिङ्ग् निमित्ते लिङ्ग् क्रियातिपत्तं 3-3-1-39 रैट् तत् भविष्यत् भविष्यत्कालार्थे लिङ्ग् निमित्तं क्रियातिपत्ति अपि हेतुमद्भाव त्रीणि समानाम् अस्ति नित्यम् अस्ति सूत्रं भूते च अपि लिङ्गनिमित्तम् अस्ति हेतु हेतुमद्भावः अस्ति तृतीयम् अस्ति क्रियातिपत्ति ओके एते त्रीणि समानानि सन्ति किन्तु भूते च भेदमस्ति भूत भूतकाल पूर्वमस्ति लिङ्गनिमित्तं लिङ्ग् तत्र भविष्यकालार्थे सूत्रं द्वयं नित्यम् अस्ति भूते च अपि नित्यम् अस्ति लिङ्गनिमित्ते लिङ्ग् क्रियातिपतौ अपि नित्यम् अस्ति ओके अस्तु गतसप्ताहे वयं दृष्टवन्तः विकल्पेन अस्ति किन्तु इदानीं समीचीन महोदय शुद्धं कृतवान् इदानीं पश्यतु उत्थाप्यो समर्थयो लिङ्ग् इति यत् सूत्रम् अस्ति इति सूत्रं 3-3-1-52 लिङ्गविधानं सूत्रमस्ति एतत् तो अष्टाध्यायां पूर्वं लिङ्ग्लकारस्य सूत्राणि दत्तानि एतत् सूत्रम् आरभ्य 3-3-1-52 आरभ्य लिङ्ग्लकारस्य विधानम् अस्ति सो इति उत्थाप्यो समर्थयो लिङ्ग् इति विधिलिङ्ग् लकारस्य विधानमस्ति अत्र ओके तस्मात् पूर्वं तस्मात् पूर्वं मीन्स् 3-3-1-51 3-3-1-41 इति आरभ्य 3-3-1-51 पर्यन्तं यानि सूत्राणि सन्ति ते यदि लिङ्गनिमित्तमस्ति हेतुमत् हेतुमद्भावः अस्ति अपि क्रियातिपत्ति अस्ति तत्र भवति विकल्पेन वोत्ताप्यो इति 3-3-1-41 सूत्रमस्ति साधु भूते च द्वितीयपरिच्छेदं तस्य अनन्तरं भूतापयोति सूत्रं दत्तमस्ति विकल्पेन उत्थाप्य वा आ उत्थाप्योः सो तत् सूत्रम् अपि अधिकारसूत्रमस्ति विकल्पविभाषा इति कृते सो भूते च इति अपि अधिकारसूत्रमस्ति वोतापो अपि अधिकारसूत्रमस्ति सो 33141 टु 33151 पर्यन्तं सर्वाणि सूत्राणि इति न भूते च इति न सन्ति किन्तु ये यानि सूत्राणि भूते च अस्ति वा लिङ्ग्लकार यत्र लिङ्ग्निमित्तम् अस्ति हेतुमद्भावः अस्ति भूतकालात् तत्र विकल्पेन भवति साधु तदनन्तरं यदि उत्थाप्यो समर्थयो लिङ्ग् तदनन्तरं यानि सूत्राणि आगच्छन्ति भूतकाल अर्थे लिङ्ग्निमित्ते हेतुमद्भावः अपि क्रियातिपति तत्र नित्यं भवन्ति इति अस्ति पुनः वद भगिनि उत्थाप्यो समर्थ प्रथमं द्रष्ट 33139 लिङ्निमित्ते लिङ्गक्रियातिपत्तौ इति सूत्रमस्ति लिङ्निमित्तं हेतुमद्भावः क्रियातिपति त्रीणि निमित्तानि साधु सङ्केतमस्ति भविष्यत्कालार्थे तत्र अस्ति नित्यं तदनन्तरमस्ति 33140 ओके तत्र अस्ति लिङ्निमित्तं हेतुमद्भावः क्रियातिपत्ति किन्तु भूते भूतकालार्थे तदपि नित्यं तदनन्तरमस्ति तदनन्तरमस्ति 33141 वोदाप्यो तत् सूत्रं वयं न पठितवन्तः किन्तु तेन सूत्रेण विकल्प आगच्छति सो 33141 आरभ्य 33151 पर्यन्तम् एकादशसूत्राणि ये सन्ति यत्र लिङ्निमित्तम् अस्ति हेतुमद्भावः अस्ति क्रियातिपत्ति अपि अस्ति न जानामि भूतकाले अस्ति या भविष्यकाले अस्ति किम् अपि प्रति अस्ति तत्र विकल्प आगच्छति विभाषा ओके तदनन्तरं 33152 सूत्रम् अस्ति तत्र लिङ्ग् विधानं सूत्रम् अस्ति लिङ्ग् ओके अस्तु यदि लिङ्ग् विधानम् अस्ति तस्य अनन्तरं ये सूत्राणि आगच्छन्ति तत्र निमित्तं प्रायः नित्यं भवति इति महोदय उक्तवान् किन्तु यदि वयं सम्भावना अर्थे यत् हेतुमतो लिङ्ग् वयं दृष्टवन्तः 33156 तत्र विभाषा आसीत् इति साक्षात् उक्तम् अस्ति विभाषा इति अनुवृत्ति अस्ति विभाषा धातौ सम्भावना वचने यदि 33150 इति सूत्रात् तो यदि इति महोदय उक्तवान् इति तत्रापि दत्तं तत्रापि दत्तं भविष्यत्काला विभाषा सम्भावना वचने यदि तत्र इति विभाषा अनुवृत्ति अस्ति तो तत्र यदि विभाषा उक्तम् अस्ति तत्र विभाषा इति भवति केवलं भविष्यत्कालार्थे भगिनि न जानामि तत् सूत्रं वयं न पठितवन्तः किम् अस्ति अहं न जानामि यावत् इति अस्ति 141 टु 151 महोदय उक्तवान् तत्र विकल्प इति वोतापि सूत्रस्य अधिकारः अस्ति परभूते च इति नित्यम् अस्ति सूत्रं तत्र लिङ्गनकारनिमित्तं भवति भूतकालार्थे इति वक्तम् इदानीं पुनः यद्भूते च द्वितीय परिच्छेदम् अस्ति तत्र इति अत्र दत्तं तत्र दत्तम् अस्ति पठनीयम् अरुणा भगिनी भवती पठति वा न द्वितीय आं भगिनि भूते च इति सूत्रस्य प्रवर्तनं कुत्र कृत इति चेत् सूत्रस्य क्रममपि पठतु किं भगिनि तस्य क्रमः अपि पठतु, वाट् नम्बर् इट् इस् भूते, भूते च तृतीय अध्याये तृतीयपादे चतुर्विंशति अधिक एकशतं चत्वारि चत्वारि अहं जानामि कारणं कि अहं शुद्धं उक्तवती अधिक एकादश सूत्रम् इति सूत्रस्य प्रवर्तनं कुत्र चत्वारिशत् अधिकम् एकशतं हण्ड्रेड् एकशतम् एकशतम् इति कुत्र कुत्र प्रवर्तनं भवति इति चर्चा भवति. यतः आरभ्य उत्थाप्यो समर्थ्योर्लिङ् 33152 इत्यस्मात् पूर्वं यावत् येषु सूत्रेषु लिङ्निमित्तं भवति तत्र सर्वत्र विकल्पेन नामविकल्पेन भूते च इत्यनेन लुङ् विधानम् अपि च उत्थाप्यो समर्थ्योर्लिङ् 33152 इत्यारभ्य अग्रे गत्वा यत्र यत्र लिङ्निमित्तं भवति तत्र सर्वत्र भूते च इत्यनेन लुङ् विधानं नित्यम्. तदर्थं भूते च 33140 इत्यस्य काशिकावृत्तौ दत्तमस्ति यत् उत्थाप्यो समर्थ्योर्लिङ् इत्यारभ्य लिङ्निमित्तेषु विधानम् एतत् प्राक् ततो विकल्पं वक्षति इति. अपि च उत्थाप्योः समर्थ्योर्लिङ् इत्यस्य काशिकां वृत्तौ दत्तमस्ति यत् ओतापयोः 33141 इति विकल्पेन निवृत्तः. इतः प्रभृति भूतेऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लुङ्. भविष्यत्तु सर्वत्र एव नित्यः. आहत्य भूते च इत्यस्य प्रवर्तनं विकल्पेन उताप्यो समर्थ्योर्लिङ् इत्यस्मात् पूर्वं यावत् अपि च नित्यम् उताप्यो समर्थ्योर्लिङ् इत्यस्मात् आरभ्य इदमपि बोध्यं यत् सर्वत्र सर्वेषु प्रसङ्गेषु भविष्यत् विवक्षायां लुङ् विधानं तु नित्यमेव. एकवारं पठित्वा वदामि भगिनि. ओके, भूते च सूत्रं 33140 सूत्रं कुत्र कुत्र भूते च सूत्रं कार्यं करोति इति प्रश्ने उदेति चेत् उताप्य इतः आरभ्य उताप्यो समर्थ्योर्लिङ् 33152 इत्यस्मात् ओके पूर्व ओके इत्यस्मात् पूर्व याव येन येन शास्त्रान् सूत्रे अस्ति लिङ्निमित्तं भवति तत् सर्वत्र विकल्पेन नाम विकल्पेन भूते च इत्यनेन लुङ् विधानम् अत्र तत् तत् भगिनि तत्र मया अवगतम् उताप्यो समर्थ्योर्लिङ् सूत्रं पूर्वं सूत्राणि भूते च इति अनुवर्तते अतः लुङ्लकारविधानं विकल्पेन भवति भगिनि. यस् सो उत्थाप्यो समर्थ्योर्लिङ् एतत् पर्यन्तं किं उक्तमस्ति उत्थाप्यो समर्थ्योर्लिङ् इति सूत्रं लिङ्विधानं सूत्रमस्ति साधु. तस्मात् पूर्वं तस्मात् प्राक् यत् पूर्वम् अस्ति तद् भवति 33151 ओके एकपञ्चाशत् अधिकम् एकशतं सूत्रं तत् पर्यन्तं 141 तत् एकशतं एकचत्वारिशत् अधिकम् एकशतम् ओके तो 141 टु 151 इति एकादशसूत्राणि भवति या दशसूत्राणि साधु तत्र भूते च इति आगच्छति किन्तु 141 इस् वोतापयो तो विकल्पेन यत्र यत्र लिङ्गनिमित्तम् अस्ति न तु सर्वे सर्वाणि यत्र यत्र लिङ्गनिमित्तम् अस्ति हेतु मद्भावः अस्ति ज्ञातिपत्ति अस्ति तत्र भूते च इति सूत्रेण अधिकारः अस्ति किन्तु वोतापयो अनेन विकल्पेन भवति लिङ्ग्लकार ओके परन्तु उदाप्यौ आं भगिनि असौ उदाप्यौ समर्थ्योर्लिङ् इत्यस्मात् अग्रे गत्वा अत्र आफ्टर्वर्ड्स् लिङ्निमित्तं भवति तत्र सर्वत्र भूते चैतन्य लुङ् विकल्प विद्या विधानं नित्यमस्ति सो बिफोर् उत्थाप्य 151 भूते च अत्र नित्यं भवति अदर् आफ्टर् 152 केवलं विकल्पेन भवति विपरीतेन उक्तवती भवती भूते च नित्यं भूते च तत् तस्मात् अनन्तरं वोतापयो अस्ति 331-41 अस्ति तस्मात् आरभ्य 33-151 पर्यन्तम् एतत् सूत्रं पूर्वम् अस्ति साधु उत्थाप्य समर्थयो लिङ्ग् इति लिङ्गविधानं सूत्रम् अस्ति तस्मात् प्राक् यत् अस्ति प्राक् मीन्स् तस्य पूर्वं तु 33-151 पर्यन्तं विकल्प यत्र यत्र लिङ्गनिमित्तम् अस्ति हेतु मद्भावस्ति तत्र विकल्पेन भूते च सूत्र लिङ्गविधानम् लिङ्गविधानं भवति अवगतं विकल्पेन अस्तु तदनन्तरम् अपि च तद् भूत उत्थाप्यो समर्थ्योर्लिङ्ग् इत्यस्य अग्रे गत्वा यत्र यत्र लिङ्गनिमित्तं भवति तत्र सर्वत्र भूते च इत्यनेन लिङ्गविधानं नित्यं भवति ओके नित्यं भवति भूत भविष्यत्काल भूतकाल नित्यम् अपि अस्ति परन्तु पूर्वं 141-151 विकल्पः अस्ति यत्र यत्र निमित्तं लिङ्गनिमित्तम् अस्ति तदनन्तरं 152 आन्वर्ड्स् वट् वेर् एवर् लिङ्गनिमित्तम् अस्ति तत्र भूते च अस्ति तत्र नित्यम् अस्ति नित्यं भवति ओके नित्यमस्ति भगिनि भविष्यत्काले वयं दृष्टवन्तः लिङ्ग् निमित्ते लिङ्ग् क्रियातिपत्तौ भविष्यकालार्थे तत्र नित्यमस्ति भविष्यत्काल इति दत्तम् अनुभूति अस्तु क्षम्यतां तर्हि तत्र लिङ्ग् भवति विभाषा भवति हेत् हेत्मतो लिङ्ग् इति विभाषा भवति किन्तु यत्र लिङ्ग् यत्र लृङ्ग् अस्ति तत्तु नित्यमेव भवति किन्तु 141-151 विभाषा अस्ति तु एकपक्षे लिङ्ग् अस्ति एकपक्षे लृङ्ग् अस्ति इति भवति किमर्थं पृथक् सूत्रं रचितं भगिनि तत्र एकमपि सूत्रं पर्याप्तं खलु किन्तु कारणे कि सर्वाणि सूत्राणि 141-151 इति लिङ्गनिमित्तं ना सन्ति 139 आरभ्य तु लृङ् अस्ति खलु 139 and 140 could have been combined in the same sutra. What is the purpose? Eka bhavishyarthe asti bhute asti bhuta kala arthe asti na? Aam, tat kintu bhavishyati bhute cha iti vaktum shakyate kalu. Evam madati chet, ling nimitte ubhayam api tatra anuvriti taha agacchati bhavishyati iti kratva. Probably, yeah. तर्हि एवं भवति चेत् सम्यक् भवति लिङ्गनिमित्ते लृङ् क्रियातिपत्तौ भूते च इति भवति चेत् पर्याप्तम् आसीत् किन्तु 139 तस्मात् प्राक् किं सूत्रमस्ति न जानामि अहं लेटर्स् सो अनुवृत्ति चिन्ता नास्ति धन्यवादः लुङ् निमित्ते लृङ् क्रियातिपत्तौ 139 इदानीं सूर्यकुमारी भवती वदतु किं भवती अवगतवती महोदय प्रत्येकं पृष्टवान् वर्गे लिङ् निमित्ते लृङ् क्रियातिपत्तौ तत्र नित्यं भवति सूत्रं भवति निमित्तानि कानि लिङ्गनिमित्तं क्रिया एति एतद् भावः क्रियातिपत्ति अपि चतुर्थं तत्र त्रीणि निमित्तानि सन्ति तत्र लृङ् लिङ्निमित्ते लृङ् क्रियातिपत्तौ भविष्यति भवति भूता अपि भवति न न न केवलं भविष्यत्कालार्थे अस्ति लिङ्निमित्ते लृङ् क्रियातिपत्तौ तत्र भविष्यत्येव भूते तत्र भूतकाल अपि भवति नित्यं भवति अस्तु यत्र यत्र लिङ्निमित्तं क्रियातिपत्ति एति एतद् भावः अस्ति तत्र वैकल्पिक भवति इति कियत् पर्यन्तं विधिलिङ्ग् सूत्रारभ्यपर्यन्तं न विधिलिङ्ग् सूत्रात् एकसूत्रं प्राक् उत आमां आमां पूर्वम् अस्ति न 3-3-151 पर्यन्तं वैकल्पिक भवति अस्तु तत् मम अवगतं लिङ् विधानं सूत्रं किम् अस्ति तप्योः सम्बद्धयोर्लिङ् अधिकारसूत्रमस्ति इत्यात् आरभ्य गत्वा यत्र यत्र 152 आन्वर्स् इट् इस् यत्र यत्र लिङ्निमित्तं भूते च अस्ति तत्र विधानं नित्यं साधु तृतीयबिन्दु प्रथममस्ति निमित्त विकल्प तत्र विधिलिङ् विधानं तदनन्तरं पुनः इति भूतेषु लिङ्निमित्तमस्ति तत्र नित्यमस्ति तर्हि लिङ्गविधानं लिङ्गविधानं तु 156 अस्ति नो 3-3-152 पूर्वम् अस्ति उत्थाप्य समर्थयोर्लिङ्ग् तदनन्तरं हेतुमतोर्लिङ्ग् इति अस्ति अस्तु आमां तत्र अपकर्षणम् अस्ति 3-3-139 अत्र इति उत्थाप्य आरभ्य एक समर्थयोर्लिङ्ग् पूर्वं ये सूत्राणि सन्ति तत्र वैकल्पिक भवति इति आमाम् आमाम् अस्ति भगिनि अपकर्षणम् इच्छति किम् अर्थं किं भगिनि यदि परं सूत्रम् अस्ति तस्मात् किञ्चित् पूर्वसूत्रे कानि निमित्तानि उक्तानि सन्ति पूर्वसूत्रे तत् अपकर्षणम् इति वदामः यथा 331-39 अस्ति साधु तत्र लिङ्निमित्ते हेतुमतयो भाव इति अस्ति किन्तु हेतुमत् भावयत् वयं 331-56 हेतुमतो लिङ् इति हेतु च हेतुमान् उपस्थितौ कार्यकारणभाव अस्ति तत्र विकल्पेन लिङ् अस्ति तो तस्मात् हेतुमद्भाव कार्यकारणभाव यदि लिङ्निमित्तम् अस्ति इति यद् भागम् ओढुं लिङ्निमित्ते लिङ्क्रियातिपतो विधानम् अस्ति तत् अपकर्षणम् अस्ति 331-56 इस् सूत्रम् आफ्टर्वर्स् लैक् बट् 331-39 इस् प्रीवियस् सूत्रं सूत्रं यत् afterwards comes from there if it, we pick up the certain portion of the sutram is called apakarshanam okay anuvritti yadi from a previous sutram if we pick up the certain portion of the sutra then it is called anuvritti in the lower in the advanced number of the sutram dadavada bhagini astu तत्र एक संशयः अस्ति लिङ्गनिमित्तं पूर्वम् उक्तं लिङ्ग् विधानसूत्रं परमस्ति खलु आम् तत्र हेतुमद्भावः प्रायः नास्ति यत्र वयं न पठितवन्तः तत् सूत्रम् उत्थाप्य लिङ्ग् न जानामि किम् अस्ति तत् सूत्रे प्रायः महोदय दास्यति तदनन्तरम् पुष्पा भगिनी भवती वक्तुम् इच्छति भगिनि इदानीं न वक्तुं न शक्नोमि अस्तु Thank you. Bhavya Bhagni, Bhavati Navadhanim, Vadatu Kim Vayam? Kim Bhaktavyam Bhaktavyam? Sankshepe is Puna Vadatu no Savebhya Krute. Astu Bhagni, Prayate Bhagni. Astu Tarki. Aham, Samichinam na Vadami Bhavati. Bhavati Samyak Uttavati. Samyak Sanskrute Vadati. सम्यक् उक्तवती अत्र तु यत्र तत्र वयं तु लृङ्लकारः इति पठन्तः स्मः लृङ्लकारः अत्र तु तत्र स्यत्तासि लृ लुटोः इत्यनेन लृ इति ग्रहणेन लृङ्लकारः भगिनी उदाहरणानि अपि ददातु ओके तत्र लृङ्लकारस्य तु स्यतासि लृ लृटोः इति लृ इत्यस्य ग्रहणेन लृट्लकारः लृङ्लकारः उभयत्रापि स्य इति प्रत्ययः आगच्छति तर्हि यत्र वयं रूपनिर्माणं कुर्मः तत्र तु लृट्लकारेण साम्यता वर्तते इत्युक्ते तत्र साम्यं वर्तते यत्र मध्ये तु स्य इति आगच्छति उदाहरणार्थं भविष्यति इति अस्ति चेत् तत्र लङ्वत् प्रथमम् अडागमः जायते तदनन्तरम् अन्ते तु इत्वात इति वा प्रत्ययः लङ्लकारस्य समानाः प्रत्ययाः अन्ते आगच्छन्ति किन्तु मध्ये तु स्वरूपं लृट्लकारवद् भवति भविष्यति इति लृट्लकारः अस्ति अभवत् इति लङ्लकारः अस्ति तर्हि उभयोः तत्र साम्यं भवति तत्र अभविष्यत् इति वयं प्राप्नुमः लृङ्लकारे भगिनि विकरणप्रत्यय तत्रापि आगच्छति साधु लृट्लकारे अपि लिङ्लकारे उभयोः अपि विकरणप्रत्ययः तु शतासि लृट्लृटोः इत्यनेन य इति विकरणप्रत्ययः वर्तते अस्तु गणमनुसृत्य विकरणप्रत्ययः न भवति किमर्थम् इत्युक्ते आर्धधातुकप्रक्रिया भवति इति सार्वधातुक आर्धधातुकवर्णेन भू भो भवति तदनन्तरम् इति इडागमः अस्ति भविष्यति आगच्छति अस्तु सत्यं यथा इडागमः तत्र भविष्यति इत्यस्य इडागमः भवति, तथापि तथैव दृढकारे इडागमः इडानुकूलः भवति इस्य प्रत्ययः, तथैव अत्रापि इडानुकूलप्रत्ययः अस्ति इस्य प्रत्ययः. तर्हि अग्रे तु तत्र विधानार्थं प्रथमं तु लिङ्ग्लकारस्य सूत्रम् अस्माभिः अधीतम्. हेतुहेतुमतोर्लिङ्ग् इति उक्त्वा यत्र हेतुः वर्तते, हेतुवाक्यं वर्तते, अनन्तरं तद् अनुसृत्य हेतुमान् अपि वाक्यं भवति. उदाहरणार्थं हेतु अस्य अस्ति इति हेतुमान् इति वयं वदामः. तादृशवाक्यद्वयं यत्र भवति तत्र तु यत्र वयं सम्भावनार्थे इति वदामः, यत्र हेतुहेतुमान् भवति चेत् तत्र तु सम्भावना भवति इति, तदा तु वयं तु लिङ्ग्लकारस्य प्रयोगं कुर्मः. उदाहरणार्थं वृष्टिः भवेत् चेत् अहं किं भव अहं अहं बहिः न गच्छेम अहं तु नृत्येयम् अहं नृत्येयम् वृष्टिः भवेत् चेत् अहं नृत्येयम् इत्युक्ते तत्र वृष्टेः सम्भावना अस्ति, यदा भवति तदा तु अहं नृत्यामि इति अर्थः अस्ति, सम्भावनार्थे अस्ति. अत्र पुनः उक्तमासीत् तत्र तु हेतुहेतुमतो लिङ्ग् इत्यनेन विभाषा इति गृहीतमस्ति, तत्र सम्भावार्थे इति अस्ति इति कृत्वा तदपि भविष्यदर्थे अस्ति खलु. तर्हि तर्हि विकल्पेन तत्र तु भविष्यत्कालप्रयोगः लृट्लकारस्य प्रयोगः अपि साधु भवति. तर्हि यद् वृष्टिः भविष्यति चेत् अहं अहं नर्तिष्ये इति भवति खलु, अहं किं भवति नर्तिष्येत्येव खलु भगिनि, नर्तिष्यामि नर्तिष्यामि इति वा नृत्यस्य उत्तमपुरुष अहं नर्तिष्यामि इति भवति. अस्तु समीचीनम् इति लिङ्ग् इति कृत्वा विभाषा इति कृत्वा अत्र तु भविष्यदर्थे एव लिङ्ग् प्रयोगः भवति हेतुहेतुमतो लिङ्ग् इत्यनेन. किमर्थम् इत्युक्ते सम्भावना अस्ति खलु, तावत् पर्याप्तं न जातम् इति कृत्वा केवलं तत्र भविष्यदर्थे सम्भावना अस्ति इति कृत्वा तत्र तु विकल्पेन लृट्लकारस्य प्रयोगः अपि साधु भवति. लिङ्ग्लकारः अपि भविष्यदर्थे एव तत्र हेतुहेतुमतोर्लिङ्ग् इति सम्भावनार्थे प्रयुज्यते. अन्यत्रापि आज्ञाप्रार्थनार्थे अपि भवति, तत्तु सम्भावनार्थे नास्ति, तत्तु भिन्नमस्ति इति तत्र विधायकसूत्रमस्ति. भविष्यदर्थे लिङ्ग्विधायकसूत्रं विधिलिङ्गविधायकसूत्रं हेतुहेतुमतोर्लिङ्ग् इति सूत्रम्. तथा तत्र हेतु तत्र यथा वयं हेतुहेतुमतो लिङ्ग् इति अधीतमस्ति, तत्र लिङ्ग् निमित्तं तु हेतुहेतुमद्भावः तत्र अपेक्षितः अस्ति. तर्हि तादृशनिमित्ते सति इत्युक्ते हेतु लिङ्ग्निमित्ते इति सूत्रे उक्तमस्ति लृङ् लकारस्य विधानार्थं सूत्रमस्ति लिङ्ग्निमित्ते लृङ् क्रिया अतिपत्तौ इति अतिपत्तौ इति. तर्हि अत्र तु लिङ्निमित्ते इत्यनेन हेतुमत् हेतुहेतुमद्भावः उच्यते. यत्र हेतुवाक्यमस्ति हेतुमान् वाक्यमपि अस्ति हेतुमत् वाक्यमपि अस्ति, तर्हि तादृशप्रयोगे यत्र अधुना तु लृङ्लकारस्य प्रयोगः तु सम्भावनार्थे तु लिङ् आसीत्, किन्तु यत्र क्रियायाः अतिपत्तिः इष्यते इत्युक्ते असम्भावना इष्यते तदा तु लृङ्लकारस्य प्रयोगः भवति. इत्युक्ते सफलता नास्ति नो चेत् असम्भावना अस्ति, तादृश अर्थे तु क्रियायाः अतिपत्तिः इति वदामः, तदा तु लृङ्लकारः भवति. तर्हि यत्र सम्भावना असम्भावार्थे इत्युक्ते भविष्यदर्थे अस्ति चेत् भविष्यदर्थे असम्भावार्थे तु तत्र सूत्रम् अनेन सूत्रेण लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सूत्रमस्ति. एतदेव पुनः यत्र भूतकालार्थे यत् कार्यं सञ्जातं कार्यं तु विफलं जातं सफलं न जातं, तदा तु यत् कार्यं विफलं जातं तस्य कार्यस्य पुनः हेतुमत् वाक्यं भवति चेत् तदा तु भूते च इति सूत्रेण तत्र पुनः लृङ्लकारस्य विधानं जायते. अत्र तु यत्र लृङ्लकारस्य विधानं भवति तत्र तु क्रियायाः अतिपत्तिः अस्ति इति कृत्वा नित्यं भवति. अन्यविधानम् अन्यलकाराणाम् अत्र विधानं नैष्यते, केवलं नित्यं लृङ्लकारः एव तत्र प्रयुज्यते. भविष्यदर्थे अनन्तरं भविष्यदर्थे तु यत्र सम्भावनार्थी अस्ति तत्र तु लिङ्निमित्ते लृङ् क्रियातिपतौ इति. पुनः यत्र भूतकालार्थे यत् विफलं जातं क्रियायाः क्रिया विफला जाता तत्र तु भूते च इति लृङ्लकारस्य विधानं. अत्र उदाहरणत्वेन यत्र भविष्यदर्थे वदामः चेत् उदाहरणार्थं कार्या तत्र किम् अस्ति भविष्यदर्थे किं वक्तुं शक्नोमि अहं रक्षणे गच्छति न भिन्न उदाहरणानि चिन्तयामः. अत्र अधुना तु बहु आतपः बहु अस्ति तत्र किम् अस्ति तत्र वाट् डु वि से फार् यु नो यत्र वृष्टिः एव न भवति तदा किं वदामः वयं क्षोभा वा क्षोभावस्था वा तत्र किम् अस्ति आङ्ग्लभाषायां किं वदामः वयं दुकाल ड्राट् खलु ड्राट् ड्राट् इत्यस्य संस्कृतेन अनावृष्टिः अस्ति खलु अनावृष्टिः अस्ति अधुना तत्र तदा तु धान्यं सस्यं किमपि न भवति खलु. सो वाट् वि काल् फर् देट् यत्र धान्यं सस्यं शोभा इति वा न जाने. अस्तु तर्हि अनावृष्टिकालः वर्तते तर्हि निश्चयेन किमस्ति तत्र वृष्टिः न भवति इति दत्तमस्ति. गण्डूष किं भगिनि गण्डूष इति दत्तमस्ति. ड्राट् अनावृष्टिः इति वक्तुं शक्यते खलु इति न दत्तमस्ति. ड्राट् गण्डूष प्रतिदा पीति एरा पीथ तिलुक पानक हरस भवती कुत्र पश्यति इत्येव न जानामि. ड्राट् इति स्पोकन् संस्कृतं DRDROUGHT इति वा DRAUGHT तत् भिन्न ड्राट् भवति खलु तत् भिन्न ड्राट् DRAUGHT DROUGHT ड्राट् वदामि यत्र वृष्टिः न भवति. यत्र तत्र तर्हि अनावृष्टिः वृष्टिः न भविष्यत् अवृष्टिः अनावृष्टिः. अस्तु धन्यवादः. तर्हि वयम् एवं वक्तुं शक्नुमः वा तर्हि वृष्टिः न वृष्टिः अभविष्यत् खलु वृष्टिः अभविष्यत् चेत् अहम् अनर्तिष्यत् अहम् अनर्तिष्यम् मयूरा नर्तिष्यन्ति मयूराः अनर्तिष्यन् इति भवति खलु वृष्टिः अभविष्यत् चेत् मयूराः अनर्तिष्यन्. किन्तु अधुना तु किम् अस्ति अनावृष्टिकालः अस्ति उभयमपि असम्भावना एव उभयोः अपि वृष्टिः अपि न भवति मयूराः अपि न नृत्यन्ति इति तत्र आशयः अस्ति. भूतकालार्थे अपि समानमेव भवति वाक्यं तु समानमेव भवति. दृष्ट्वा वयं भूतकालार्थे वा भविष्यत्कालार्थे इति वक्तुं न शक्नुमः खलु. किमर्थम् इत्युक्ते लृङ्लकारः कालसूचकः नास्ति. यथा अहम् अधुना वयमेव दृष्टवन्तः भूतकालः वा भवतु भविष्यत्कालः वा भवतु तत्र वा तत्र रूपं तु साम्यमेव भवति, तत्र एकः एव लकारः अस्ति, यत्र क्रियायाः अतिपतिः अस्ति। तर्हि प्रायः अस्माभिः तत्र श्वः वा परश्वः वा इति कालस्य बोधक अन्यशब्दम् अस्माभिः प्रयोक्तव्यम् इति मन्ये। तर्हि प्रायः अद्य सायङ्काले एवं वक्तुं शक्यते भविष्यत्कालार्थे, अद्य सायङ्काले, अधुना मध्याह्नम् इति चिन्तयतु, तर्हि अद्य सायङ्काले वृष्टिः अभविष्यत् चेत् मयूराः अनर्तिष्यन् इति लिखामः। किन्तु यत्र ह्यस्तनविषयः अस्ति, ह्यः तु वृष्टिः एव नास्ति, अतः मयूराः न नर्तितवन्तः इति अहं वक्तुम् इच्छामि। तर्हि ह्यः वृष्टिः अभविष्यत् चेत् मयूराः अनर्तिष्यन् इति भवति। अत्र उभयमपि उभयत्रापि वाक्यं समानं, लकारः तु लिङ्लकारः एव, कालसूचकः नास्ति। तर्हि क्रियातिपति भूतकाले दत्तव्यं किं भगिनि? क्रियातिपति भूतकाले दत्तव्यं, भूते च, भूते च, भूते च अपि प्रयोगः भवति इति कृत्वा सूत्रमस्ति। किन्तु क्रियातिपति श्वः वा कालसूचकवाक्यम् अन्यपदं न प्रयोगं करोमि तदा तु न ज्ञायते एव, यदि भूतकालार्थे वा भविष्यत्कालार्थे मम वाक्यम् अस्ति वा इति वाक्यं दृष्ट्वा न ज्ञातुं शक्नोमि। एवं केवलम् एवं वदामि, वृष्टिः अभविष्यत् चेत् मयूराः अनर्तिष्यन् इति वदामि चेत् तत्र वाक्यं दृष्ट्वा कालस्य निर्णयः न भवति, कालस्य ज्ञानं न भवति। तर्हि अस्माभिः योजनीयं भवति पृथक्, श्वः वा परश्वः वा गते वर्षे वा, प्रायः गते वर्षे स्यात् यत्र अनावृष्टिः आसीत् तदा तु अस्माभिः योजनीयं भवति गते वर्षे वृष्टिः, तत्र श्रवणमासे वृष्टिः अभविष्यत् चेत् मयूराः अनर्तिष्यत् इति वक्तव्यं भवति। तावदेव अस्ति सन्दर्भेण अपि भगिनी क्रियातिपति यदि दत्तव्यं तदा कथं वयं जानीमः क्रियातिपति अस्ति तो इति तस्य प्रमाण भवति? न न न, ऋणकारस्य प्रयोगेन एव जानीमः क्रियायाः अतिपतिः अस्ति इति। अस्य महोदयस्य यत् अस्ति उदाहरणं, तत्र महोदय दत्तवान् न भुक्तवान्, घृतेन न भुक्तवान्, अन्य पथेन गतः, तो इति महोदय पृष्टवान् क्रियातिपति किम् अस्ति, प्रमाणं किम् अस्ति, तो इति भूतकाले इति वक्तव्यम्। तदेव प्रमाणम् अस्ति भगिनि, लृङ्लकारः एव पर्पाः, तत्र भूते वा इति कथं जानीमः इत्युक्ते तदर्थम् अधुनैव उक्तवती खलु, अन्यवाक्यं वा अन्यकालसूचक कश्चन पदं वा अस्माभिः योजनीयं भवति। मम उदाहरणे यदा अहम् उक्तवती अहं परश्वः गतसप्ताहे इति वक्तव्यं भवति। यदि कालस्य साक्षात् कालस्य कालवाचकपदं भवती न प्रयोगं करोति चेत् भवत्या तर्हि पुनः वक्तव्यम्, ओहो ह्यः किम् आसीत् सः गतवान् इति प्रयोगः यत्र अग्रिमवाक्यं भवति तेन ज्ञातुं शक्यते, एवं सञ्जातम् इति ज्ञातुं शक्यते। तर्हि भूतकाले सञ्जातम् इति अवगच्छामः, तर्हि तत्र वाक्यरचनायां तत्र स्पष्टता भवेत्, भूते वा भविष्यत्काले वा इति, कालस्य निर्णयः नास्ति, कालसूचकः नास्ति, लृङ्लकारः। धन्यवादः। तथैव अस्ति तत्र तत्र लिङ्लकारः अपि तथैव अस्ति खलु, तत्रापि पुनः कालसूचकः नास्ति। यत्र वयं वदामः तदा तु कालस्य तत्र यदि वयं सम्भावार्थे वदामः तदा तु अस्माभिः तत्र योजनीयं भवति, श्वः वृष्टिः भवेत्, अहं मयूराः किम् अस्ति मयूराः निर्दिशन्ति नर्तिष्यन्ति इति किम् अस्ति, न क्षम्यतां, मयूराः नृत्येयुः इति वक्तव्यं श्वः इति किमपि कालसूचकम् ऐदर् बै एन् एक्स्प्लनेशन् बै अ बेक् स्टोरि आर् बै यूसिङ्ग् वर्ड्स् स्पेसिफिक् कालसूचक वर्ड्स् वी नीड् टु एक्स्प्लेन्। तदनन्तरं पुनः विषयः अस्ति यत्र हेतुः हेतुमद्भावः अस्ति तादृशप्रयोगः तु नित्यं तु इट् इस् टु इण्डिकेट् सम्भवार्थे लिङ्लकारस्य. यदि अहम् एवं केवलं वदामि मयूराः नृत्येयुः इति वदामि चेत् तत्र तु अन्या प्रार्थना भवति खलु. इफ् देर् इस् नो हेतु हेतुमत् वाक्यं देन् इट् जस्ट् बिकम्स् आज्ञा प्रार्थना. साधु भगिनि तत्र आम् भगिनि तत्र विधि तत्र विधिनिमन्त्रण आमन्त्रण इति सूत्रमस्ति खलु. विधिनिमन्त्रण आमन्त्रण अधीष्ट सम्प्रश्नप्रार्थनेषु लिङ् इत्यनेन लिङ्गदानं भवति यत्र हेतु हेतुमद्भावः नास्ति वाक्यं नास्ति चेत् वाक्यद्वयं यदि तर्हि इति तादृशं वाक्यं नास्ति केवलं स्टेट्मेण्ट् अस्ति वृष्टिः भवेत् इति वदामि चेत् प्रायः अहं देवः अस्मि वृष्टिः भवेत् इति अत्र आज्ञां दास्यामि तादृशमभवति. तर्हि कथं जानीमः हेतु तत्र सम्भावार्थे इत्युक्ते हेतु हेतुमद्भावेन तत्र वाक्यद्वयं भवति तत्र हेतुवाक्यम् अनन्तरं हेतुमद्वाक्यमपि भवति. तावत् अस्ति खलु. अन्यत् किमपि अस्ति वा अत्र वक्तव्यं वा? विकल्पेन कुत्र आगच्छति नित्यं कुत्र आगच्छति तत्र हेतुमद्भावः यत्र अस्ति तत्र अहं वदन् पुनः लिङ्लकारस्य प्रयोगे अपि विकल्पेन अस्ति इत्युक्ते यत्र अहं विधिनिमन्त्रण आमन्त्रण इति वदामि तत्र तु लिङ् अपि साधु भवति लृट् अपि साधु भवति लृच्छ इति सूत्रेण. श्वः वृष्टिः अहं देवः अस्मि अहं वरुणः अस्मि अहं वदामि श्वः वृष्टिः भवेत् इति वदामि तत्र तु तत्र निमन्त्रणं करोमि नो चेत् आमन्त्रणं किमपि करोमि अहं विधिं दास्यामि श्वः वृष्टिः भवेत् इति विधिं दास्यामि तर्हि तत्र तु विधिलिङ्लकारः आज्ञार्थे अस्ति विध्यर्थे अस्ति. तदनन्तरं मया विकल्पेन वरुणः एवमपि वक्तुं शक्नोति देवः श्वः वृष्टिः भवतु इति वक्तुमपि शक्नोति तत्र तु लृट् लोट् अपि साधु भवति लोट् इति सूत्रेण. तथैव यत्र हेतुहेतुभावः अस्ति तत्र तु सम्भावार्थे अस्ति तादृश भविष्यत्काले सम्भावार्थे अस्ति खलु. तर्हि तादृशप्रयोगः यत्र अस्ति श्वः वृष्टिः भवेत् चेत् वृष्टिः भवेत् चेत् श्वः वृष्टिः भवेत् चेत् मयूराः नर्तिष्यन्ति इति मम वाक्यम् अस्ति तत्र तु हेतु हेतुमद् वाक्यं भवति वाक्यद्वयम् अस्ति हेतुवाक्यम् अस्ति हेतुमद् वाक्यमपि अस्ति. तदनन्तरं तत्र तु भविष्यत्कालं सूचयति इति कृत्वा हेतु हेतुमतोर्लिङ्ग् इति सूत्रेण तत्र तु विकल्पेन लृङ्लकारस्य अपि साधु भवति. तर्हि अहम् एवमपि वक्तुं शक्नोमि श्वः वृष्टिः किमस्ति भविष्यति चेत् मयूराः नर्तिष्यन्ति इति वक्तुं शक्नोमि तत्र. किन्तु यत्र लृङ्लकारः अस्ति क्रियायाः अतिपत्तिः अस्ति तत्र तु अतिपत्तिः अस्ति तत्र तु नित्यं भवति लृङ्लकारः अन्यलकाराणां प्रयोगः असाधु भवति. वि केनाट् यूस् अदर् लकारस् अट् आल् वेर् एस्पेशलि वेर् वि आर् यूसिङ्ग् क्रियायाः अतिपत्तिः अस्ति अनन्तरं हेतु हेतुमत् तत्र वाक्यद्वयं भवति. ऐ केन् नेवर् से युनो युनो यदि सामान्यतया वयं तत्र एल्वन् मध्ये वयं प्रयोगं कुर्मः खलु भवती ह्यः तत्र भवती भवती आगतवती चेत् अहं प्रायः वयं मिलित्वा क्रीडन्तः स्मः इति तादृशं वयं प्रयोगं कर्तुं सामान्यतया एल्वन् मध्ये कुर्मः किन्तु तथा मास्तु. यत्र हेतु हेतुमान् वाक्यमस्ति हेतुमत् वाक्यमस्ति तत्र तु यत्र क्रियायाः अतिपत्तिः अस्ति चेत् नित्यं तु लृङ्लकारः एव भवतु इति भूतकाले वा भविष्यत्काले वा. सम्यक् भगिनि तावत् कृतवन्तः केवलं विरमामः अस्तु सपादद Participate. I couldn't participate because I was very sleepy. Sorry. Kavya? She's gone. Okay. Still have power. The Berkeley Californians can feel left up.